तत्र अधुना सम्यग्दर्शनस्य यज्ञत्वं सम्पाद्य तत्स्तुत्यर्थम् अन्येऽपि यज्ञाः अपक्षिप्यन्ते। दैवमेवापरे यज्ञं योगिनः पन्युपासते, ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वते। दैवमेव देव इज्यन्ते येन यज्ञेन असौ, दैवो यज्ञः, तमेव अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्ति इत्यर्थः। ब्रह्माग्नौ सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्म, यस्साक्षात् अपरोक्षात् ब्रह्म, ये आत्मा सर्वान्तरः इत्यादि वचनोक्तम् अशनायादि सर्वसंसारधर्मवर्जितं नेति नेति इति निरस्त अशेषविशेषं ब्रह्मशब्देन उच्यते। ब्रह्म च तत् अग्निश्च सह होमादिकरणत्वविवक्षया ब्रह्माग्निः। तस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्मविदः यज्ञं यज्ञशब्दवाच्य आत्मा, आत्मनामसु यज्ञशब्दस्य पाठात् तम् आत्मानं यज्ञं परमार्थतः परमेव ब्रह्मसन्तं बुद्ध्यादि उपाधिसंयुक्तम् अध्यस्तसर्वोपाधिधर्मकम् आहुतिरूपं यज्ञेनैव आत्मना इव उक्तलक्षणेन उपजुह्वते प्रक्षिपन्ति। सोपाधिकस्यात्मनः निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं स तस्मिन् होमः, तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः। सोऽयं सम्यग्दर्शनलक्षणः यज्ञः दैवयज्ञादिषु यज्ञेषु उपक्षिप्यते ब्रह्मार्पणम् इत्यादि श्लोकैः प्रस्तुतः। श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञपरन्तप इत्यादिना स्तुत्यर्थम्। श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वते, शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वते। श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु, प्रतीन्द्रियं संयमो विद्यते इति बहुवचनम्। संयमा एव अग्नयः तेषु जुह्वति, इन्द्रियसंयममेव कुर्वन्ति इत्यर्थः। शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु, इन्द्रियाण्येव अग्नयः तेषु इन्द्रियाग्निषु जुह्वति, श्रोत्रादिभिः अविरुद्धविषयग्रहणं होमं मन्यन्ते। किञ्च सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नं जुह्वति ज्ञानदीपिते। सर्वाणि इन्द्रियकर्माणि इन्द्रियाणां कर्माणि इन्द्रियकर्माणि, तथा प्राणकर्माणि प्राणो वायुः आध्यात्मिकः, तत्कर्माणि आकुञ्चनप्रसारणादीनि, तानि च अपरे आत्मसंयमयोगाग्नौ, आत्मनि संयमः आत्मसंयमः। स एव योगाग्निः तस्मिन् आत्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेनैव प्रदीपे, विवेकविज्ञानेन उज्ज्वलभावम् आपादिते जुह्वति प्रविलापयन्ति इत्यर्थः। द्रव्ययज्ञास्तपो यज्ञाः योगयज्ञास्तथा परे, स्वाध्यायज्ञानयज्ञाश्च यतयः संशितं व्रताः। द्रव्ययज्ञः तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति एते द्रव्ययज्ञः। तपोयज्ञः तपः यज्ञः येषां तपस्विनां ते तपोयज्ञः। योगयज्ञः प्राणायामवृत्त्याहारादिलक्षणो योगो यज्ञो येषां ते योगयज्ञः। तथा अपरे स्वाध्यायज्ञानयज्ञाश्च, स्वाध्यायः यथाविधि ऋगादि अभ्यासः, यज्ञः येषां ते स्वाध्याययज्ञः। ज्ञानयज्ञः ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञः येषां ते ज्ञानयज्ञाश्च यतयः यतनशीलाः संशितव्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशितव्रताः। किञ्च अपानि जुह्वति प्राणं प्राणेपानं तथा ह्रीं प्राणापानगतिरुद्ग प्राणायामपरायणः। अपानि अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिं पूर्वकाख्यं प्राणायां कुर्वन्ति इत्यर्थः। प्राणे अपानं तथा अपरे जुह्वति रेजकाख्यं च प्राणायां कुर्वन्ति इत्यर्थः। प्राणापानगति मुखनासिकाभ्यां वायोः निर्गमनं प्राणस्य गतिः, तद्विपर्येण अधोगमनम् अपानस्य गतिः। ते प्राणापानगतिः एते रुद्ध निरुद्ध्य प्राणायामपरायणः प्राणायामतत्पराः कुम्भकाख्यं प्राणायामं कुर्वन्ति इत्यर्थः। किञ्च अपारे नियताहाराः प्राणान् प्राणीषु जुह्वतीं सर्वेभ्येते यज्ञविदुं यज्ञक्षपितकल्मषाः। अपरे नियताहाराः नियतः परिमितः आहारः येषां ते नियताहाराः सन्तः प्राणवायुभेदान् प्राणेषु एव जुह्वति। यस्य यस्य वायोः जयः क्रियते इतरान् वायुभेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति। सर्वेपि एते यज्ञविदः यज्ञक्षपितकल्मषः यज्ञैः यथोक्तैः क्षपितः नाशितः कल्मषो येषां ते यज्ञक्षपितकल्मषः। एवं यथोक्तान् यज्ञान् निर्वर्त्य यज्ञशिष्टामृतभुजं यान्ति ब्रह्मसनातनं नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरु सत्तमः। यज्ञशिष्टामृतभुजः यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च तत् अमृतं च यज्ञशिष्टामृतं त भुञ्जते इति यज्ञशिष्टान्तभुजः। यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कार्येण यथाविधिचोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजः। यान्ति गच्छन्ति ब्रह्मसनातनं चिरन्तनं मोक्षवश्चि कालातिक्रमापेक्षया इति सामर्थ्यात् गम्यते। न अयं लोकः सर्वप्राणिसाधारणोऽपि अस्ति यथोक्तानां यज्ञानां ये कोऽपि यज्ञः यस्य नास्ति सः यज्ञः तस्य। कुतः अन्यं विशिष्टसाधनसाध्यः कुरुसत्तमः। एवं बहुविधा यज्ञाः वितता ब्रह्मणो मुखे कर्मजान् विद्धितान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे। एवं यथोक्ता बहुविधा बहुप्रकाराः यज्ञाः वितताः विस्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमानाः ब्रह्मणो मुखे विततः उच्यन्ते तद्यथा वाचिः प्राणं जुहुमः इत्यादयः। कर्मजान् कायिकवाचिकमानसकर्मोद्भवान् विद्धि तान् सर्वान् अनात्मजान् निर्व्यापारो हि आत्मा। अत एवं ज्ञात्वा विमोक्ष्यते अशुभः। न मद्व्यापारा इमे निर्व्यापारोऽहम् उदासीनः इत्यं ज्ञात्वा अस्मात् सम्यक् दर्शनात् मोक्ष्यसे संसारबन्धनात् इत्यर्थः। ब्रह्मार्पणम् इत्यादि श्लोकेन सम्यक् दर्शनस्य यज्ञत्वं सम्पादितं। यज्ञश्च अनेके उपदिष्टः तैः सिद्धपुरुषार्थप्रयोजनैः ज्ञानं स्तूयते। कथं श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञ परन्तप सर्वं कर्माखिलं पार्थं ज्ञाने परिसमाप्यते। श्रेया द्रव्यमया द्रव्यसाधनसाध्यात् यज्ञा ज्ञानयज्ञः हे परन्तप द्रव्यमयो हि यज्ञः फलस्य आरम्भकः ज्ञानयज्ञः न फलारम्भकः अतः श्रेयान् प्रशस्यतरः। कथं यतः सर्वं कर्मसमस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने सर्वतसम्प्रदोदकस्थानीये परिसमाप्यते अन्तर्भवति इत्यर्थः। यथा कृताय विहिताय अधरेयाः संयन्ति यमेनं सर्वं तदभिधमेति यत्किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद। यत्सवेद इति श्रुते। तदेतद् विशिष्टं ज्ञानं तर्हि केन प्राप्यते इत्युच्यते, तद्विद्धिप्रणिपातेन परिप्रश्नेन सेवय उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः। तद्विद्धि विजानी येन विधिना प्राप्यते इति आचार्यम् अभिगम्य प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः, दीर्घनमस्कारः तेन कथं बन्धः, कथं मोक्षः, का विद्या, का च अविद्या इति परिप्रश्नेन सेवय गुरुशुश्रूषय एवमादिन प्रश्रयेण आवर्जित आचार्यः उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं ज्ञानिनः। ज्ञानवन्तोऽपि केचन यथावत् तत्त्वदर्शनशीलाः अपरे न, अतो विशिनष्टे तत्त्वदर्शिनः इति। ये सम्यक् दर्शिनः तैः उपदिष्टं ज्ञानं कार्यक्षमं भवति न इतरतिति भगवतो मतम्। तदा जसति इदमपि समर्थं वचनं, यज्ञात्वा न पुनर्मोहम् एवं यास्यसि पाण्डव येन भूतान्यशेषेण द्रक्षस्यात्मन्यथो मयि। यज्ञात्वा यज्ञानं तैः उपदिष्टम् अधिगम्य प्राप्य पुनः भूयः मोहम् एवं यथा इदानीं मोहं गतोऽसि पुनः एवं न यास्यसि हे पाण्डव। किञ्च येन ज्ञानेन भूतानि अशेषेण ब्रह्मादिस्तम्भपर्यन्तानि द्रक्ष्यसि साक्षात् आत्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानि इति अथोऽपि मयि वासुदेवे परमेश्वरे च इमानि इति। क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसि इत्यर्थः।